ओम सुवः ओम महः ओम महः ओम जनः ओम जनः ओम तपः ओम तपः ओम सत्यम् ओम सत्यम् ओम तत्सवितुर्वरेण्यम् ओम तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् धियो यो नः प्रचोदयात् ओमापः ओमापः ज्योतिरसः ज्योतिरसः अमृतं ब्रह्म अमृतं ब्रह्म भूर्भुवस्सुवरो भूर्भुवस्सुवरो मम मम उपात्त उपात्त दुरितक्षयद्वारा दुरितक्षयद्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरप्रीत्यर्थम् श्रीपरमेश्वर प्रीत्यर्थम् शुभे शुभे शोभने शोभने मुहूर्ते मुहूर्ते श्रीमहाविष्णोः श्रीमहाविष्णोः आज्ञया आज्ञया प्रवर्तमानस्य प्रवर्तमानस्य अद्य अद्य ब्रह्मणः ब्रह्मणः द्वितीयपरार्थे द्वितीयपरार्थे श्वेतवराहकल्पे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे वैवस्वतमन्वन्तरे कलियुगे कलियुगे प्रथमपादे प्रथमपादे जम्बूद्वीपे जम्बूद्वीपे भरतवर्षे भरतवर्षे भरतखण्डे भरतखण्डे मेरोः मेरोः दक्षिणदिग्भागे दक्षिणदिग्भागे श्रीशैलस्य श्रीशैलस्य ईशान्यप्रदेशे ईशान्यप्रदेशे कृष्णागोदावर्योः कृष्णागोदावर्योः मध्यदेशे मध्यदेशे समस्तदेवता समस्त देवता ब्राह्मण ब्राह्मण हरिहर हरिहर गुरुचरण गुरुचरण सन्निधौ सन्निधौ अस्मिन् अस्मिन् वर्तमान वर्तमान व्यावहारिक व्यावहारिक चांद्रमान चांद्रमान श्री श्री पार्थिव नाम संवत्सरे पार्थिव नाम संवत्सरे दक्षिणायने दक्षिणायने ग्रीष्मऋतौ ग्रीष्मऋतौ आषाढमासे आषाढमासे शुक्लपक्षे शुक्लपक्षे पूर्णिमायाम् पूर्णिमायाम् बृहस्पतिवासरे बृहस्पतिवासरे शुभनक्षत्रे शुभनक्षत्रे शुभयोगे शुभयोगे शुभकरण शुभकरण एवं गुण एवं गुण विशेषण विशेषण विशिष्टायाम् विशिष्टायाम् शुभतिथौ शुभतिथौ श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरप्रीत्यर्थम् श्रीपरमेश्वरप्रीत्यर्थम् प्रातःसन्ध्यामुपासिष्ये प्रातःसन्ध्यामुपासिष्ये आपोहिष्ठ आपोहिष्ठ मयो भुवः मयो भुवः तान ऊर्जे तान ऊर्जे दधातन दधातन महेरणाय महेरणाय चक्षसे चक्षसे यो वः शिवतमो रसः यो वः शिवतमो रसः तस्य भाजयते हनः तस्य भाजयते हनः उशतीरिव उशतीरिव मातरः मातरः तस्मा अरङ्ग तस्मा अरङ्ग मामवः मामवः यस्य क्षयाय यस्य क्षयाय जिन्वथ जिन्वथ आपो आपो जनयथा च नः जनयथा च नः सूर्यश्च सूर्यश्च मामन्युश्च मामन्युश्च मन्युपतयश्च मन्युपतयश्च मन्युकृतेभ्यः मन्युकृतेभ्यः पापेभ्यो पापेभ्यो रक्षन्ताम् रक्षन्ताम् यद्रात्रिया यद्रात्रिया पापमकारुषम् पापमकारुषम् मनसा वाचा मनसा वाचा हस्ताभ्याम् हस्ताभ्याम् पद्भ्या padbhya mudarena sishnya mudarena sishnya ratristadava lumpatu yatkincha duritam mayi idamaham mamamruta yonau surye jyotishi juhomi swaha Apah punantu Pruthivim Uta Punatu maam Punantu Brahmanaspatihi Brahmaputa Punatu maam Yaduchishtam Abhojyam Yadva Duscharitam Mama Sarvam punantu Mamapo Satancha Pratigraha Guswaha Agnischa Mamanyuscha Manyupatayascha Manyukrutebhyaha Papebhyo Rakshantam Yadanha Papamakarusham Manasavacha Hastabhyam Padhyam Udarena Sishnya Ahastadava Lumpatu Yatkincha Duritam Mayi Idamaham Mamamruta Yonau Satye Jyotishi Juhomi Swaha Triracha met Dvipare mrujya Sakrudupasprushya Yatsavyam Panim Padau Prokshatishiraha Chakshushi Nasike Shrotre Dadhikravunno Akarisham Jishno Rashvasya Vajinaha Surabhino Mukhakaratu Prana Ayugumshi Tarishatu Apohishtha Mayobhuvaha Tana Urje Dadhatana Maheranaya Chakshase Yovaha Shivatamorasaha Tasya bhajayate hanaha Ushatiriva Mataraha Tasma Arangamamavaha Yasyakshayaya Jinvatha आपो आपो जनयथाचनः जनयथाचनः हिरण्यवर्णाः हिरण्यवर्णाः शुचयः शुचयः पावकाः पावकाः यासुजातः यासुजातः कश्यपो कश्यपो यास्विन्द्रः यास्विन्द्रः अग्नीया अग्नीया गर्भं गर्भं दधिरे दधिरे विरूपाः विरूपाः तान आपः तान आपः शग्नस्योना शग्नस्योना भवन्तु भवन्तु यासागुं राजा यासागुं राजा वरुणो याति मध्ये सत्यानृते मध्ये सत्यानृते अवपश्यम् अवपश्यन् जनानां जनानां मधुश्चुतः मधुश्चुतः शुचयोयाः शुचयोयाः पावकाः पावकाः तान आपः तान आपः शग्नस्योना शग्नस्योना भवन्तु भवन्तु यासा अन्धे